तर्हि अस्माकम् अद्यतनविषयः अस्ति समासः. तत्र च गतसप्ताहे अस्य विषयस्य परिचयः जातः. सरला भगिनी अस्ति, पद्मा भगिनी अस्ति. अस्तु, तत्र अस्माभिः दृष्टं यत् समासः चतुर्विधः चतुर्विधः. तत्र द्वाविंशति अधिकशततमे पुटे लिखितमस्ति पूर्वपदार्थप्रधानः अव्ययभावः, उत्तरपदार्थप्रधानः तत्पुरुषः, उभयपदार्थप्रधानः द्वन्द्वः, अन्यपदार्थप्रधानः बहुव्रीहिः. तद्यथा पूर्वपदपदार्थप्रधानः तत्र अव्ययभावः यत्र अव्ययमस्ति आरम्भे उपकृष्णं निर्मक्षिकम् अनुरूपं, तत्र उप निर् अनु इति आरम्भे अस्ति चेत् तस्य पदस्य च प्राधान्यं भवति. तादृशसमासः अस्ति अव्ययभावसमासः इति सामान्य अभिज्ञानमस्ति अस्माकं सामान्यम् अभिज्ञानमस्ति. आरम्भे दृश्यते चेत् प्रायः अव्ययभावः अस्ति अव्ययभावः. अनन्तरम् उत्तरपदार्थप्रधानः तत्पुरुषः, यथा राज्ञः पुरुषः इति षष्ठी तत्पुरुषसमासः अस्ति. नाम मध्ये एकस्य विभक्तेः लोपः भवति, राज्ञः पुरुषः षष्ठीविभक्तिः तस्य लोपः भवति. अपि च उत्तरपदस्य प्राधान्यमस्ति. समासे प्रथमपदस्य नाम अस्ति पूर्वपदं, द्वितीयपदस्य नाम अस्ति उत्तरपदं. तत्र उत्तरपदप्राधान्यमस्ति चेत् तत्पुरुषसमासः, यथा राज्ञः पुरुषः राजपुरुषः. तत्र अस्माभिः कथम् अवगन्तव्यमस्ति इति चेत् तत्र वाक्यं द्रष्टव्यमस्ति, क्रियायाम् अन्वयः कुत्र अस्ति इति गतसप्ताहे अस्माभिः अवलोकितमासीत्. नाम तत्र राजपुरुषः गच्छति इति अस्मिन् वाक्ये पुरुषः एव गच्छति, राजा न गच्छति पुरुषः एव गच्छति इति कृत्वा राजपुरुषः इति अस्मिन् समस्तपदे नाम संयुक्तपदे पुरुषः गच्छति इति कृत्वा क्रियायाम् अन्वयः भवति पुरुषशब्दस्य पुरुषभागस्य इति कृत्वा उत्तरपदप्राधान्यमस्ति. उभयपदार्थप्रधानः तत्र द्वन्द्वसमासः, रामः च कृष्णः च रामकृष्णौ. अत्र रामकृष्णौ गच्छतः इति अस्मिन् वाक्ये रामः अपि गच्छति कृष्णः अपि गच्छति, अतः द्वन्द्वसमासः तत्र उभयपदप्राधान्यमस्ति. उभयपदप्राधान्यम् अनन्तरम् अन्यपदार्थप्रधानः बहुव्रीहिः. अत्र पीतम् अम्बरं यस्य सः पीताम्बरः गच्छति इति चेत् हरिः गच्छति, न पीतं गच्छति न अम्बरं गच्छति, अपि तु अन्यः कोऽपि स च कः हरिः इति कृत्वा अन्यपदप्राधान्यमस्ति. अतः कीदृशसमासः इत्यस्य अवगमनार्थं शब्दस्य अर्थः अवश्यम् अस्माभिः बोध्यः. शब्दस्य अर्थः न ज्ञायते चेत् कस्य पदस्य प्राधान्यम्? अद्यतनवर्गे तत्र कथां पठिष्यामः तत्र एकं पदमस्ति, तस्य पदस्य भिन्नभिन्न अर्थाः सम्भवन्ति इति कृत्वा कीदृशसमासः अर्थम् अनुसृत्य कीदृशसमासः अस्ति इति जानीमः, अतः वाक्य तदर्थं वाक्यमपेक्षितमस्ति. यः कोऽपि पृच्छति यत् अयं शब्दः कीदृशः, अयं समस्तशब्दः कीदृशः, तस्य वास्तविक अर्थस्य वदनार्थं तत्र वाक्यं श्रावणीयमस्ति. तदानीं श्रोता वक्तुं शक्ष्यति सम्यक्तया यत् अस्तु अयं समासः एतादृशः, वाक्यमपेक्षितमस्ति. सर्वत्र तथा नास्ति, कुत्रचित् सारल्यमस्ति, एक एव प्रकारकः समासः भवितुमर्हति. किन्तु बहुषु स्थलेषु तदधिकाः प्रकाराः सम्भवन्ति इति कृत्वा वाक्यम् अवश्यम् अपेक्षितमस्ति. तर्हि अव्ययभावः अस्ति, तत्पुरुषः अस्ति, द्वन्द्वः अस्ति, बहुव्रीहिः अस्ति, तत्र च व्यस्तप्रयोगः अस्ति, अपि च विग्रहवाक्यमस्ति. व्यस्तप्रयोगः पृथक्तया रामः गच्छति, कृष्णः गच्छति, रामः च कृष्णः च गच्छतः इति व्यस्तप्रयोगः अस्ति, तत्र न कापि समस्या अस्ति. पुनः विग्रहवाक्यं यत् किमपि समस्तपदमस्ति तस्य स्पष्टीकरणार्थं कीदृशं वाक्यं वक्तव्यमस्ति इति कृत्वा नामकरणमस्ति विग्रहवाक्यं. तत्र च कुत्रचित् यथा राजपुरुषः इति राज्ञः पुरुषः, तत्र कुत्रचित् काठिन्यं भवति, कुत्रचित् काठिन्यम् अस्ति, यतोहि अस्माकं नाम कीदृशसमासः इत्यस्य आधारेण विग्रहवाक्यम् अस्ति. नाम षष्टितत्पुरुषः इति वदामः चेत् तत्र राज्ञः पुरुषः अन्यरीत्या कश्चन अन्यरीत्या अस्ति चेत्, अपरस्मिन् अर्थे अस्ति चेत् तस्य विग्रहवाक्यं भिद्यते. अपि च एकवारं यदा जानीमः यत् कीदृशसमासः, तदाधारेण विग्रहवाक्यं वक्तव्यमस्ति. उदाहरणार्थं तत्र गुरुदक्षिणा इति शब्दः अस्ति, तस्य विग्रहवाक्यं किम् इति कोऽपि वदति वा? तत्र अर्थं गुरोः दक्षिणा न, गुरवे दक्षिणा, गुरवे, हा, अत्र अत्र गुरवे दक्षिणा अस्ति खलु. गुरवे इति सामान्य बोधः अस्ति. यत्र दानमस्ति, यत्र दानार्थे अस्ति, तत्र चतुर्थी विभक्तिः भवति. हा, तर्हि गुरवे दक्षिणा अस्ति. किन्तु तत्र चतुर्थी तत्पुरुषसमासः नाम चतुर्थी विभक्तेः लोपः इति अस्य कृते प्रत्येकं समासस्य विधायकसूत्रमस्ति. अत्र विधायकसूत्रमस्ति, एकं सूत्रमस्ति, चतुर्थी तदर्थे बलिहितसुखरक्षितैः, चतुर्थी तदर्थे बलिहितसुखरक्षितैः इति सूत्रमस्ति. इदानीम् अग्रे यदा चतुर्थी तत्पुरुषसमासं परिशीलयामः तदानीं तस्य सम्पूर्णरीत्या अर्थः अस्माभिः द्रक्ष्येत. इदानीं केवलं वदामि यत् अत्र दक्षिणशब्दः अस्मिन् सूत्रे न उक्तः. दक्षिणा इति शब्दः न उक्तः, अतः यद्यपि तादृश अर्थः नाम व्यस्तप्रयोगः, यत्र व्यस्तप्रयोगः अस्ति तत्र गुरवे दक्षिणां ददामि इति वाक्यमस्ति व्यस्तप्रयोगे. किन्तु विग्रहवाक्यं यत् अस्माभिः इष्यते, वयम् इच्छामः यत् चतुर्थी वदेम, यतोहि तादृश अर्थः अस्ति, किन्तु अष्टाध्याय्यां तादृशविधायकसूत्रं नास्ति इति समस्या अस्ति. तदर्थं यद्यपि राजीभगिनी यथा उक्तवती, अस्माकम् इष्टः अर्थः यदि न यद्यपि न स्यात् तत्र बलात् षष्टितत्पुरुषसमासं कुर्मः गुरोः दक्षिणा. तत्र कोऽपि उपायः नास्ति यदि शास्त्रीयरीत्या वक्तुमिच्छामः. यद्यपि तत्र तादृशविशिष्टः अर्थः नास्ति, यतोहि गुरोः दक्षिणा इत्युक्ते का नाम गुरुः ददाति अथवा गुरोः कृते अन्य कोऽपि ददाति इति तादृशविशिष्टः अर्थः न उच्यते अनेन. किन्तु विधायकसूत्रस्य अभावात् तादृशविग्रहवाक्यं भवति बलात् इति. कुत्रचित् एतादृशी समस्या अस्ति, अनन्तरम् एतत् सर्वं द्रक्ष्यामः. किन्तु इदानीं सामान्यबोधः भवेत् यत् विग्रहवाक्यं कीदृशम् इति कृत्वा समास अध्यायस्य आरम्भे पुनः पश्यामः. नाम तत्र उदाहरणानि उदाहरणानि सन्ति, अनन्तरं कथा अस्ति, एतत् सर्वं पठिष्यामः. तत्र च बहूनि उदाहरणानि सन्ति. सूत्रं उक्तवान् चतुर्थी, तदर्थे बलिहितसुख. हा, तत्र अग्रे द्रक्ष्यामः एतत् सर्वं. चतुर्थी तदार्थे बलि हित सुख रक्षितैः तत्र आयास्यति. एतत् सर्वं परिशीलयिष्यामः, तत्र प्रत्येकं भागः कः, कुत्र कुत्र चतुर्थी भवति, कुत्र पञ्चमी तत्पुरुषः, कुत्र तृतीय तत्पुरुषः इति विधायकसूत्रं दृष्ट्वा एतत् सर्वं परिशीलयिष्यामः. इदानीं गतसप्ताहे तत्र आम् यत्र समासः आरभ्यते तत्र पश्यामः स्म खलु. अतः इदानीं राजीभगिनी वदतु, तत्र पठतु एकवारं प्रथमं श्लोकम्. एतेषु गीतावाक्येषु स्थूलाक्षरैः मुद्रितानि पदानि परिशीलयत. मानापमानयो स्थुल्यस्थुल्यो मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातीतस्य उच्यते. मानापमानयोः द्वे मानः अपमानः इति द्वे पदे स्तः, अतः मानश्च अपमानश्च मानापमानो द्वन्द्वसमासः. मानापमानो तयोः मानश्च अपमानश्च अत्र एकं वक्तव्यमस्ति, यदि द्वे पदे स्तः तदानीं द्वन्द्वसमासः इति पर्याप्तं नास्ति खलु. तत्र द्वे पदे सर्वत्र स्तः आगच्छति, परन्तु द्वे पदे मिलित्वा यदि वयं वक्तुम् इच्छामः चेत् द्वन्द्वसमासं कर्तुं शक्नुमः. मिलित्वा इत्युक्ते किं महोदय? मिलित्वा इत्युक्ते किं? मानः अपमानः द्वौपदे सन्धि कृत्वा मानः विसर्गः लोपः भवति, तदनन्तरं सन्धि भवति, अतः मानापमानो इति एकपदम् आगच्छति. किन्तु तत्र राज्ञः पुरुषः, अत्र पदद्वयमस्ति, तत्र प्रातिपदिकं कृत्वा तत्र विशिष्ट आदेशं कृत्वा तत्र राजपुरुषः इति तत्रापि पदद्वयमस्ति, सन्धिकृत्वं समस्ति, सर्वमस्ति, सर्वं कृतम् इत्युक्ते राजपुरुष राजपदं राजन् पदस्य प्रथमा विभक्ति राजः किल, एव राजपुरुषः तत्र कर्मधारयसमासः अपि भवितुम् अर्हति किल. कर्मधारयसमासः कर्मचार्यसमासः अपि भवितुमर्हति, नाम राजा इति पुरुषः, राजा इति पुरुषः कर्मधारे अपि भवितुम् अर्हति, परन्तु राज्ञः पुरुषः इति अर्थं वयं स्वीकुर्मः तर्हि षष्ठी तत्पुरुषसमासः भवति। अत्र भवती उक्तवती अर्थं स्वीकुर्मः, अत्र किमर्थं मानापमानयोः इति द्वन्द्वसमासः, तत्र अर्थं भवति किमपि न उक्तवती, केवलं पदद्वयमस्ति संयोज्य तादृशमस्ति इति अधिकृत्वा द्वन्द्वसमासः। द्वन्द्वसमासः कुत्र भवति? यत्र उभयपदप्राधान्यमस्ति क्रियायाम् अन्वेति पदद्वयमपि, रामः च कृष्णः च गच्छतः, रामकृष्णौ गच्छतः, तत्र रामः अपि गच्छति कृष्णः अपि गच्छति इति कृत्वा एव द्वन्द्वसमासः, अन्यत् किमपि नास्ति। अस्तु महोदय, इदानीमपि मानः अपमानः अर्थ, मानः इत्युक्ते गौरवः, अपमानः इत्युक्ते तस्य विपरीत अर्थः, मानः अपमानः इति अर्थं स्वीकृत्य मानापमानयोः इति द्वन्द्वसमासः कर्तुं शक्नुमः। मानापमानौ इति द्वन्द्व एकपदं कृत्वा द्वन्द्वसमासौ इति वक्तुं शक्नुमः किल? यतो हि अत्र वाक्यं द्रष्टव्यमस्ति, अत्र मानापमानयोः तुल्यः इति, द्वयमपि समानम् इति कृत्वा तत्र उभयपद प्राधान्यमस्ति, यस्य कृते मानः अपमानः तुल्यः समानरीत्या आगच्छति इति कृत्वा उभयपदप्राधान्यमस्ति इति वक्तव्यमस्ति। तत्र यत्र द्वन्द्वसमासः अस्ति तत्र प्रदर्शनीयम् अस्ति यत् उभयपदप्राधान्यमस्ति, तदानीं वक्तुं शक्नुमः। आं महोदय, अग्रे तादृशमेव मित्रम् अरि इति द्वपदे अपि द्वन्द्वसमासः कर्तुं शक्नुमः किल? मित्रः अरि द्वप मित्रम् अरिः द्वपदे समानार्थः एव, किमर्थं तुल्यः इति शब्दम् अत्र समानार्थः नाम समानमेव यः वस्तुतः अरिः इत्युक्ते शत्रुः खलु? आम्, अरिः इत्युक्ते शत्रुः, परन्तु यः गुणातीतः अस्ति सः मित्रः, मित्रम् अपि अरिः अपि समानतया चिन्तयति, अतः मित्रं च अरिश्च द्वन्द्वसमासः मित्रारि इति द्वन्द्वसमासं द्विवचने मित्रारि द्विवचने, अत्र मित्रार्थयोः पक्षौ इति पक्षः इति शब्दं योजयामः तर्हि मित्रार्थिपक्षौ इति एक नूतनपदम् आगच्छति, तदपि द्वन्द्वगर्भसमासः इति गतवर्गे भवान् अपि विद्याभगिनी अपि उक्तवन्तः द्वन्द्वगर्भः मित्रपक्षौ तयो सप्तमी तत्पुरुषः कस्य विभक्तेः लोपः इति द्रष्टव्यमस्ति, मित्रार्थयोः विभक्ते मित्रार्थयोः इत्युक्ते षष्ठीविभक्तिः किल? षष्ठीविभक्ति मित्रार्थयोः तत्र नाम तत्र मित्रार्थयोः इति षष्ठी अपि भवितुमर्हति स्म, सप्तमी अपि भवितुमर्हति स्म खलु, मित्रार्थयोः इति रूपं दृष्ट्वा तत्र द्विवचने रूपं समानं न वा? रूपं सम्मानमेव. हा, तर्हि तदर्थं पुनः अर्थः अवगन्तव्यः. अर्थः न ज्ञायते चेत् तत्र सप्तमी वा षष्ठी वा इति वक्तुं न शक्नुमः. अतः अर्थम् आधारीकृत्य एव वदामः यत् अस्तु एतत् षष्ठी अस्ति. अयं समासः तत्र षष्ठीविभक्तेः लोपः, न तु सप्तमीविभक्तेः. नाम सप्तमी यदि भविष्यत् तर्हि सप्तमी यदि भविष्यत् द्वयोः मध्ये एकः. किन्तु तथा नास्ति. यतोहि अत्र पक्षौ इति द्विवचने अस्ति. यदि एकवचने यदि भविष्यत् तर्हि तादृशभिन्नरीत्या चिन्तनम् अभविष्यत् यत् द्वयोः मध्ये एकः. किन्तु अत्र पक्ष इति द्विवचने अस्ति इति कारणतः षष्ठीभक्तिः एव भवति. अतः षष्ठी तत्पुरुषसमासः द्वन्द्वगर्भसमासः अपि. हा, द्वन्द्वगर्भ षष्ठी तत्पुरुषसमासः. अस्तु, समीचीनमस्ति. इदानीं लक्ष्मीभगिनी अग्रे वदतु कृपया. दृष्ट्वा तु पाण्डवान् एकं व्यूढं दुर्योधनः. न, तत्र स्वारम्भपरित्यागी न सर्वारम्भपरित्यागी इति अस्ति खलु. सर्वारम्भपरित्यागी सर्वारम्भपरित्यागी इत्युक्ते यस्य कृते सर्वारम्भस्य परित्यागी. न, यस्य कृते सर्वारम्भस्य परित्यागः जातः. सः सर्वारम्भपरित्यागी अपि च अत्र सः गुणातीतः. तर्हि कीदृशसमासः सर्वारम्भपरित्यागी? षष्टिविभक्तेः लोपः जातः, अतः षष्टितत्पुरुषसमासः सर्वारम्भस्य परित्यागी. आम्, वस्तुतः तत्र समासद्वयमस्ति. सर्वस्य आरम्भः एतादृशं किमपि अस्ति इति कृत्वा षष्टिविभक्तपुरुषगर्भतत्पुरुषसमासः अस्ति. महोदय, अत्र अत्र बहुव्रीहिः नास्ति. बहुव्रीहिः अत्र वस्तुतः अन्यपदप्राधान्यमिति वक्तुम् इच्छति भवती. यः विचारः सः उत्तमः विचारः, यतोहि वस्तुतः स च पुरुषः त्यागः स्वयं नास्ति यस्य. अतः चिन्तयितुं शक्नुमः अत्र सर्वारम्भस्य परित्यागः यस्मिन् अथवा यस्य अस्ति सः सर्वारम्भपरित्यागी इति. वस्तुतः तादृश अर्थः अस्ति. किन्तु अत्र इनिप्रत्ययः अस्ति. इनिप्रत्ययेन अस्य अस्मिन् वा इति प्रत्ययेन इति प्रत्ययस्य द्वारा एतादृशबहुव्रीहि अर्थः साधितः अस्ति इति कृत्वा वस्तुतः न अपेक्षितः. अत्र यदि वयं वदामः सर्वारम्भपरित्यागः यस्मिन् सः, नाम तदानीं सर्वारम्भपरित्यागः इति सर्वपरित्यागी इति न. इदानीं केवलं षष्टितत्पुरुषसमासः अस्ति. यदि इनिप्रत्ययः न स्यात् तदानीं सर्वारम्भपरित्यागः इति एव शब्दः यदि अभविष्यत् तर्हि तत्र बहुव्रीहिः अभविष्यत्. सर्वारम्भस्य परित्यागः यस्मिन् सः अथवा यस्य सः इति भवति स्म. स्पष्टं वा? हा, यतोहि धनिन् यः पुरुषः धनिन् इदानीं धनिन् इति धनिन् इति शब्दः बहुव्रीहिसमासः नास्ति अथवा बहुधनी बहुधनी बहुधनी अस्ति नाम तत्र यतोहि तत्र धनम् इनि प्रत्ययेन तत्र अस्य अस्मिन् वा इति अर्थः आगच्छति एव अतः तत्र बहुव्रीहिसमासस्य विषयः नास्ति धनम् अस्य अस्मिन् वा इति धनी किन्तु सः बहुधनः सः बहुधनः बहुधनं यस्य सः इति बहुव्रीहिसमासः तदानीं बहुधनः इति भवितुमर्हति स्म यत्र इनि प्रत्ययः अस्ति तत्र स्वयं तत्र प्रत्ययेन बहुव्रीहि अर्थः व्युत्पन्नः भवति अस्तु लक्ष्मीभगिनी अग्रे गुणातीतः किमिति क्षम्यतां महोदय अहं मेहुल् अस्मि मया अधुना गन्तव्यमस्ति एकं कार्यम् आगतः अतः क्षम्यताम् अस्तु अस्तु अस्तु धन्यवादः धन्यवादः अत्र गुणातीतः इति पदमस्ति तत्र गुणः अपि च अतीतः इति पदद्वयमस्ति विग्रहवाक्यं रचयामश्चेत् गुणान् अतीतः इति दत्तमस्ति अत्र प्रथमपदे प्रथमपदं द्वितीयविभक्तौ अस्ति अतीतः इति द्वितीयं पदम् अत्र अत्र द्वितीय उत्तरपदप्राधान्यमस्ति अतीतः इति पदस्य प्राधान्यता अस्ति अतः अहं चिन्तयामि तत्पुरुषसमासः द्वितीया तत्पुरुषः इति भाति समीचीनं तदर्थं विशिष्टसूत्रमस्ति अग्रे द्रक्ष्यामः तत्र अतीतशब्दः तस्मिन् साक्षात् आगच्छति इति कृत्वा द्वितीयतत्पुरुषसमासस्य विधायकसूत्रे अन्तर्गतमस्ति अन्तर्गतः शब्दः अतीतः इति कृत्वा गुणान् अतीतः अस्तु समीचीनमस्ति अग्रे गच्छेम तर्हि जगन्नाथमहोदय अग्रे क्षम्यतां महोदय तत्र मानापमानयोः इति द्वन्द्वसमासः इति उक्तं तत्र षष्ठी उक्तं वा सप्तमी उक्तं वा तत्र विभक्तेः अन्तः इति वा न पदस्य अन्तः आमां भवान् मानश्च अपमानश्च मानापमानौ तयोः मानापमानयोः इति भवति किन्तु तत्र तयोः इति तत्र तुल्यः इत्यस्मिन् कस्मिन् अर्थे भवान् स्वीकर्तुमिच्छति भवान् वदतु तुल्यः इत्युक्ते सप्तमी इति अहं चिन्तयामि अपि च बहुव्रीहिः अपि भवति किल तत्र सप्तमी नाम द्वयोः मध्ये एकः द्वयोः मध्ये न द्वयोः मध्ये एकः न भवति तदा एव सप्तमी भवति वा द्वयोः मध्ये एकः इति भवति चेत् नाम सप्तमी अस्ति चेत् कस्मिन् अर्थे भविष्यति आधारः इत्यस्मिन् अर्थे मानस् माने अपमाने तुल्यः इति अपि तत्र समासम् अकृत्वा वक्तुं शक्यते किल माने तुल्यः अपमाने तुल्यः मानापमानयोस्तुल्यः तुल्यः कः तुल्यः यः तुल्यत्वेन वर्तते सः अतः बहुव्रीहिः न बहुव्रीहिः इति कथं न एकनिमेषः तुल्यः इति यः गुणातीतः खलु हा तत्र मानापमान गुणातीतः सत्यं गुणातीतः एव तुल्यः सत्यं यः गुणातीतः सः गुणातीतः सः तुल्यः हा सः तुल्यः तर्हि मानापमानयोः इति बहुव्रीहिः इति बहुव्रीहिः इत्युक्ते किं सः अपि मानापमानयोः इति वक्तुमिच्छति वा? मानापमानयोः इति बहुव्रीहिः यदि अभविष्यत् तर्हि सः स्वयं मानापमानयोः इति वदति स्म. आम् बुद्धं. मानापमानयोः इति तावदेव स्वीकृत्य तत्र बहुव्रीहिः इति वदामश्चेत् तत्र स्वयं मानापमानयोः इति भवेत् तस्य अर्थः. मानापमानौ इति भवेत् यद् नास्ति खलु. यद् नास्ति सत्यं. बहुव्रीहिः न तादृश अर्थः नास्ति खलु. आम् इदानीं तत्र मानापमानयोः इति तावदेव स्वीकुर्मश्चेत् तत्र तुल्यः इति पदं त्यक्त्वा अस्य समस्तपदस्य अर्थं स्वीकर्तव्यं चेत् कथं वा अवगन्तुं शक्यते? माना अपमानौ इति तावदेव द्वन्द्वसमासः इति स्वीकर्तुं शक्यते, इतरेतरद्वन्द्वः इति. तत्र तयोः इति वक्तव्यं चेत् तत्र अन्यपदस्य एकनिमेषः, तुल्यशब्दः कस्य विशेषणं? गुणातीतस्य विशेषणं. तर्हि प्रथमाविभक्तौ मानापमानौ इति प्रथमाविभक्तौ वदति स्म, वदति वा? न महोदय, तत्र मानश्च अपमानश्च मानापमानौ इति द्वन्द्वसमासः तावत्पर्यन्तं मया अवगतम्. इदानीं तयोः इति तत्र योजनीयं चेत् तत्र तयोः इति कथं वा योजयितुं शक्यते? तत्र इदानीं षष्ठी वा सप्तमी वा इति दृष्ट्वा योजनीयं किल? तत्र तुल्य इत्यस्य पदस्य स्थाने अन्य किमपि पदमस्ति चेत् न अधिकरणं, नाम बालकः गृहे अस्ति. हा, बालकः गृहे अस्ति इति अधिकरणार्थे सप्तमी. सत्यं. तर्हि इदानीं यः तुल्यः सः मानापमानौ इति तस्मिन् अस्ति वा? यः तुल्यः तस्मिन् विषये अस्ति. तस्मिन् विषये अस्ति यः तुल्यः तस्मिन् विषये अस्ति. मानापमानयोः विषये, मानापमानयोः विषये सः तुल्यः अस्ति नास्ति वा? मानापमानयोः तत् द्रष्टव्यमस्ति. सः तस्मिन् विषये, विषयसप्तमी, तस्मिन् विषये मम अभिरुचिः अस्ति. तस्मिन् विषये अहं तुल्यः इति तत्र कस्यचित् तत्र पुस्तकम् उद्घाटितमस्ति वा? तत्र कस्मिन् तत्र का विभक्तिः स्वीकृता अस्ति विद्याभगिनी? तत्र तत्र दृष्टवती वा कस्य विभक्तिः महोदय? मानापमानयोः षष्ठी वा षष्ठी? तत्पुरुषः एव दत्तमस्ति. षष्ठी अस्ति खलु, षष्ठी इति स्वीकृतमस्ति. तत्र तादृश षष्ठी इति अस्ति. तत्र सप्तमी तस्मिन् विषये अहं तुल्यः इति नार्थः. मानापमानयोः तुल्यः अत्र किञ्चित् वैचित्र्यम् अस्ति. सः नाम तुल्यः कस्मिन् अर्थे अस्ति, कथं स्वीक्रियते इति भवतः प्रश्नः अवगतः मया. अत्र बहुव्रीहिः समासः नितरां नास्ति, किन्तु तत्तु त्यजतु. बहुव्रीहिः किमपि नास्ति अत्र. बहुव्रीहिः न तत्र दूरमस्ति, तत्र अर्थान्तरमस्ति. यतोहि मानपमानयोः इति पुरुषस्य अर्थे नास्ति नितरां, भवान् अवगच्छति खलु? आम् आम् सत्यं. बहुव्रीहिः इति नास्ति इदानीं. षष्ठी वा सप्तमी वा इति किन्तु मया किमर्थं बहुव्रीहिः इति स्वीकृतं? तुल्यः इति शब्देन साक्षात् पुरुषः एव बोधितं वा? सत्यं, किन्तु स च शब्दः समासस्य भागः नास्ति. अपि च समानविभक्तिकत्वमपि नास्ति. नाम तुल्यः प्रथमविभक्तौ. मानापमानयोः इति यथा कथमपि स्वीकुर्यात् तत्र षष्टिः वा सप्तमी वा तत्र प्रथमा तु नास्ति. सत्यं प्रथमाविभक्तिः यदि भवति स्म तदानीम् अन्यरीत्या चिन्तनीयमासीत्. किन्तु अत्र बहुव्रीहि इति नास्ति अवश्यम्. अत्र षष्टिः इति स्वीकृतमस्ति. अस्तु तत्र किञ्चित् साहित्यकार्थः अस्ति इति कृत्वा अग्रे गच्छेम, यतोहि केवलं सामान्यबोधः अपेक्षितः. एकः प्रश्नः अत्र एव. मानापमानयोः केवलं द्वन्द्वसमासः अस्ति खलु, द्वन्द्वगर्भ नास्ति, तत्पुरुषः नास्ति. सत्यं तत्र अत्र पदद्वयमस्ति. पदद्वयमस्ति चेत् तत्र गर्भः इति एक अत्र यत्र पदद्वयमस्ति तत्र एकैव समासः. मानः अपमानः द्वयोः समासः कृतः. अतः गर्भशब्दस्य विषयः तत्र मित्रारिपपक्षयोः इति तत्र पदत्रयमस्ति खलु. इति कृत्वा तत्र गर्भ इति वदामः, यतोहि समासद्वयमस्ति. अस्तु अस्तु. अत्र पदद्वयमेव अस्ति. पदद्वयमस्ति, द्वयोः मध्ये एकः एव योगः अस्ति. यत्र योगः एकः एव अस्ति तत्र गर्भः तत्र सम्भावना नास्ति. बुद्धं खलु. अस्तु महोदय. किं स्पष्टं वा, अग्रे गच्छेम? स्पष्टं स्पष्टं. तयोः इति मम मनसि भ्रमः आगतः, किन्तु तयोः केवलं विभक्तिरूपेण स्वीकृतं, न तु समासविषयः. आं, यः कोऽपि समासः अस्ति, समासः यदा उत्पद्यते तदानीं प्रातिपदिकमेव. अनन्तरं वाक्ये यदा समासः आगच्छति तदानीं तस्य शब्दस्य अन्ते पुनः विभक्ति संयोजनं भवति. अस्तु अस्तु महोदय. महोदय, अन्यदपि महोदय, तत्र मित्रारिपक्षयोः इत्यत्र मित्र तत्र पदत्रयं वर्तते, अतः प्रथमत्र पदद्वयं स्वीकरणीयं. मित्र अपि च अरि इति इदानीं तयोः मध्ये वैरुध्यम् अस्ति इति कृत्वा तत्र समाहारद्वन्द्वः स्वीकरणीयः किल नित्यत्वेन. न न न न तथा नास्ति. तथा नितरां तथा नत्र समाहारद्वन्द्वः इत्युक्ते प्रथमतया एकवचने अस्ति, अनन्तरं नपुंसकलिङ्गे. आम्, तर्हि मित्र अपि च अरि अनयोः मध्ये विरोधः अस्ति, नितरां विरोधः अस्ति इति कृत्वा यत्र विरोधः वा नो चेत् अवयविभावः अस्ति, यथा पाणिपादम् इत्यत्र तादृश, तत्र नित्यत्वेन समाहारद्वन्द्वः स्वीकरणीयः इति मया पठितं. तत्तु मया द्रष्टव्यमस्ति, किन्तु अत्र तादृशं न स्वीकृतमस्ति. तत्र पश्यतु, अत्र मित्रं च अरिश्च मित्रादि इति द्विवचने अस्ति, एकवचने नास्ति. किन्तु ह्रस्वः एव दृश्यते किल महोदय, तत्र तदनन्तरं यदा न तत्र ह्रस्वः भवति वा? अधोभागे विग्रहवाक्यं प्रदर्शनमस्ति खलु, मित्रं च अरिश्च मित्रादि. ओ हो हो हो, मित्रादि इति अस्ति. मित्रादयोः पक्षौ मित्रादिपक्षौ. अनन्तरम् तदनन्तरं प्रातिपदिकं भवति ह्रस्वीकारः. अस्तु महोदय, अहं दृष्ट्वा वदामि अस्मिन् विषये. अस्तु, अग्रे गच्छेम तर्हि. इदानीं अग्रे जगन्नाथमहोदय, अग्रे दृष्ट्वा दृष्ट्वा तु पाण्डवानेकं व्यूढं दुर्योधनस्तदा युयुद्धानो विराटश्च द्रुपदश्च महारथः. अत्र प्रथमसमस्तपदमस्ति पाण्डवानेकम् इति, पाण्डवानाम् अनेकम् इति तस्य विग्रहवाक्यं भवति. तर्हि तत्पुरुषसमासम् असमासः भवति, समासं भवति. कीदृशसमासः? षष्टि तत्पुरुषसमासः. कस्य अनेकम् इत्युक्ते पाण्डवानाम् अनेकम्. यद्यपि व्यूढम् इति स्थूलाक्षरे अस्ति, तत्र किमपि नास्ति, स्थूलाक्षरे हि न लेखनीयमासीत्, नास्ति किमपि. दुर्योधनस्तदापि केवलं सन्धिः, सन्धिकार्यमेव. अस्तु, सम्यक् अस्ति. अग्रे बालसुब्रह्मण्यं वदतु अग्रे. युजुधनो विराटश्च द्रुपदश्च महारथः. महारथः महत् रथः, बहुव्रीहि समासः. यस्य महारथः अस्ति सः महारथः. आमामां, सम्यक् अस्ति. केवलं वक्तव्यमस्ति यत् रथशब्दः पुल्लिङ्गशब्दः, अतः महत् रथः न महान्. महान् रथः यस्य सः. अस्तु, इति कृत्वा बहुव्रीहि समासः. अन्यपदप्राधान्यम्, अन्यपदप्रधानः. अस्तु, सम्यक् अस्ति. रत्ना भगिनी अग्रे. पाञ्चजन्यं ऋषिकेशो देवदत्तं धनञ्जयः. तत्र ऋषिकेशो इति अस्ति ऋषिकाणाम् ईशः, इत्युक्ते इन्द्रियाणाम् ईशः इति. ईशः इति पदस्य प्राधान्यम् अस्ति, अतः षष्ठी तत्पुरुषसमासः अस्ति. बहु सम्यक् अस्ति. इति इति कस्मिन् तत्र विभक्तिः का? ऋषिकेशो केशः एव तत्र अकार, तत्र किं विसर्गः अस्ति ऋषिकेशः इति, अनन्तरं विसर्गस्य उकारः अभवत्, अनन्तरम् अकार उकारयोः गुणसन्धि भूत्वा ओकारः अभवत्, तत्र ऋषिकेशः इति प्रथमाविभक्त्यामेव अस्ति. समीचीनमस्ति. पाञ्चजन्यं, पाञ्चजन्यं, हा पाञ्चजन्यं, पाञ्चजन्यम् इत्युक्ते शङ्खः इति जानामि. तस्य पाञ्चजन्यम् इति, हा पाञ्चजन्यं ऋषिकेशो देवदत्तं धनञ्जयः, प्रायः ऋषिकेशः देवदत्तं धनञ्जयः प्रथम पाञ्चजन्यम् इति नपुंसकलिङ्गशब्दः वा प्रथमाविभक्त्याम् अस्ति? किन्तु अर्थम् अर्थम् अवगच्छतु, अर्थम्. हा पाञ्चजन्यं ऋषिकेशो प्रायः द्वितीया विभक्ति अस्ति महोदय. देवदत्तं तदपि देवदत्तम् इति प्रायः द्वितीया विभक्त्याम् अस्ति इति चिन्तयामि. हा इति अस्ति. पौण्ड्रं, पौण्ड्रं पाञ्चजन्य अर्थं पञ्चविधेन जन्य समासः अस्ति, तस्य विग्रहवाक्यं द्रष्टव्यमस्ति, न ज्ञायते. अर्थं दृष्ट्वा कोऽपि जानाति चेत् वदतु. पञ्चजननाम्नि असुरः आसीत्, तस्य वधं कृत्वा तस्य शिरसि यत् शङ्खमासीत् तद् नीत्वा श्रीकृष्ण प्रत्यागतवान्. तर्हि पाञ्चजन्यम् इति तस्य शङ्खस्य नाम. न, किन्तु कीदृशसमासः? अस्तु, यत्किमपि भवतु, तत् तस्य अर्थम् अर्थम् अनुसृत्य समासः भवति. अत्र शङ्खात्रयमस्ति खलु अत्र. पौण्ड्रं धद्मौ महाशङ्खं भीमकर्म वृकोदरः अस्तु दध्मौ इत्युक्ते तत् शङ्खनादं कृतवन्तः इति पौण्ड्रम् इति पौण्ड्रं दध्मौ महाशङ्खं महाशङ्खं तत्र शङ्खः इति प्रायः पुल्लिङ्गशब्दः इति चिन्तयामि महान् शङ्खः तं शङ्खः इति प्राधान्यमस्ति पुनः तत्पुरुषसमासः एव महान् शङ्खः प्रथम तत्पुरुषसमासः इति चिन्तयामि तत्पुरुषस्य विशेषः इति तु सत्यं किन्तु अत्र एकः सिद्धान्तः अस्ति यत्र तत्पुरुषसमासः अस्ति सामान्यतत्पुरुषसमासः विभक्तिलोपः तत्र द्वयोः पदयोः विभक्तिः भिन्ना भवेत् अत्र अत्र तथा अस्ति वा न न न कर्मधारी भवति आमाम् अत्र विशेषभावः अस्ति खलु सत्यं महान् महान् शङ्खः तत्र कर्मधारीसमासः भवति तम् इति अनन्तरं भीमकर्म तत्र भीमं कर्म यस्य सः इति अस्ति भीमं कर्म इत्युक्ते बृहत् कर्म इति चिन्तयामि अर्थः भीमं कर्म प्रायः तदपि किं कर्मधारीसमासः इति चिन्तयामि कर्म इति पदस्य भीमम् इति विशेषणम् अस्ति अत्र अत्र पश्यतु अत्र अत्र विशिष्ट अर्थ अत्र कश्चन विशेषः अस्ति कर्मधारीसमासः इति भवितुम् अर्हति किन्तु अत्र पदस्य अर्थः हा अन्य कोऽपि अस्ति पदस्य अर्थः कः अत्र भीमकर्म वृकोदरः इति अन्य कोऽपि अस्ति खलु अतः कर्म प्रायः कर्मधारयगर्भ बहुव्रीहिसमासः वस्तुतः तत्र भवती यद्वदति तत्तु सत्यमस्ति आधिक्येन सामान्यतया यत्र बहुव्रीहिसमासः अस्ति तत्र कर्मधारयसमासः अपि भवितुम् अर्हति कः अर्थः नाम उत्तरपदस्य प्राधान्यमस्ति अथवा अन्यपदप्राधान्यमस्ति इति द्रष्टव्यमस्ति किन्तु अत्र गर्भशब्दस्य औचित्यं नास्ति यतोहि यदि बहुव्रीहिसमासः अस्ति तर्हि कर्मधारयसमासः नास्ति यदि कर्मधारयसमासः अस्ति तर्हि बहुव्रीहिसमासः नास्ति वदतु केवलपदद्वयमेव अस्ति अतः गर्भ इति न वक्तुं शक्नुमः यदि पदत्रयम् आसीत् तदा गर्भमपि तर्हि सामान्य यतोहि बहुव्रीहिसमासे आधिक्येन द्वयोः पदयोः विशेषणविशेषभावः अस्ति अत्र भीमं कर्म कर्म इति नपुंसकलिङ्गशब्दः भीमं कर्म इति कर्मधारीसमासः न तत्र विशेषणविशेषभावः अस्ति अतः कर्मधारीसमासः भवितुम् अर्हति यदि उत्तरपदस्य प्राधान्यमस्ति नाम विषय यदि क्रियायां कर्मशब्दस्य अन्वयः तर्हि कर्मधारीसमासः भवति स्म यत्र कुत्रापि बहुव्रीहिसमासः अस्ति उपरि कुत्रचित् वयं दृष्टवन्तः वा यत्र कुत्रापि बहुव्रीहिसमासः अस्ति तत्र साधारणतया कर्मधारयसमासः अपि भवितुम् अर्हति अपरस्मिन् अर्थे अस्तु विशेषभावः अस्ति यथा नीलः कण्ठः तत्र विशेषणविशेषभावः अस्ति किन्तु अन्यपदप्राधान्यमस्ति अतः बहुव्रीहिसमासः एव न तु कर्मधारयसमासः कर्मधारयसमासः तत्र गर्भः नास्ति विशेषणविशेषभावः अस्ति किन्तु कर्मधारीसमासः तदानीं वदामः यदा उत्तरपदप्राधान्यमस्ति न तु अन्यपदप्राधान्यम् अत्र भीमकर्म इति तत्र आकारः कथमागतः आकारः प्रश्नः न अवगतं महोदय. भीमकर्म इति प्रथमविभक्त्याम् अस्ति इति किमर्थम् इति वा? नाम कर्म शब्दस्य कर्म कर्मणि कर्माणि हा आकारः न भवति. ओ हो हो हा कर्मन् कर्मन् न कर्मा कर्माणौ कर्माणः न न अत्र कर्मशब्दः न पुत्रलिङ्गे. विद्याभगिनी वदतु. कर्मन् इति शब्दस्य पुल्लिङ्गे राजनिव राजा इति अस्ति, एवमेव कर्म कर्मशब्द कर्म अत्र कर्मन् शब्दः नपुंसकलिङ्गः खलु? सत्यं न, किन्तु बहुव्रीहि समासः अस्ति अत्र. वृकोदरः इत्यस्य विशेषणम् अस्ति भीमकर्म इति. अन्य कोऽपि अस्ति अतः सः पुरुषः अस्ति अतः पुल्लिङ्गे पदं स्वीकृतम्. अत्र किमस्ति, यत्र कुत्रापि पश्यामः यत् उत्तरपदस्य यत् लिङ्गमस्ति तदनुसृत्य पदं न विरचितमस्ति, तदानीं वयं ज्ञातुं शक्नुमः यत् अस्तु अत्र बहुभिः समासः अस्ति, यतोहि अन्यलिङ्गत्वम् आगतमस्ति. लिङ्गत्वम् अन्यत् आगतमस्ति यतोहि अन्यपदपादानिमस्ति. यस्य पदस्य प्राधान्यमस्ति सः पुल्लिङ्गशब्दः पुरुषः भीमः. इति कृत्वा भीमकर् अत्र किमस्ति यत् कर्मन् इति नकारान्तपदमस्ति, नकारान्तनपुंसकलिङ्गपदमस्ति, किन्तु अत्र पुल्लिङ्ग अर्थे यस्य सः सः इति पुल्लिङ्गः, अतः नकारान्तपदं पुल्लिङ्गे परिवर्तितमस्ति. यत्र नकारान्तपदं पुल्लिङ्गे अस्ति तत्र कीदृशरूपं भवेत् इति चिन्तयित्वा अस्तु, यथा राजन् शब्दः राजा, आत्मन् शब्दः आत्मा इति वत्. नपुंसकलिङ्गशादीनाम् इदानीं पुल्लिङ्गशब्दः तत्र परिवर्तनं जातमस्ति, यतोहि अर्थान्तरमस्ति. इदानीं कर्म इति अर्थः नास्ति, भीमं कर्म यस्य सः च पुल्लिङ्गः, पुल्लिङ्गशब्दः. स्पष्टं खलु? आमाम् आं महोदय. अनन्तरम् अग्रे वदामि वा? आम्. वृकोदरः वृकस्य उदरम् इव उदरं यस्य सः इति लिखितम् अस्ति. पुनः तदपि बहुव्रीहि समासः अस्ति. वृकोदरः इति अन्यपुरुषः अस्ति, भीमः महाभारते आगच्छति. वृक्कस्य उदरः उदरम् इति तस्य उदरम् आसीत् इति तस्य विशेषणम् अस्ति. अन्यपदप्राधान्यम् अस्ति बहुव्रीहि समासः. अत्रापि पुल्लिङ्गे एव आगतं. पशुविशेषः खलु? हा, वृक्कः इति पशुविशेषः. अस्तु, स्पष्टमस्ति. अत्र अस्माभिः किम् अवगन्तव्यमस्ति यत् वृक्कशब्दस्य प्राधान्यं नास्ति, उदरशब्दस्य प्राधान्यं नास्ति, अन्यपदप्राधान्यमस्ति इति कृत्वा बहुव्रीहिसमासः. अपि च पुल्लिङ्गे लिखितम् अस्ति. उदरम् इति नपुंसकलिङ्गे अस्ति, किन्तु वृकोदरः इति पुल्लिङ्गे अस्ति. आम्, लिङ्गपरिवर्तनं जातं. यदा हि वयं पश्यामः यत् लिङ्गपरिवर्तनं जातं तदानीम् अस्तु बहुव्रीहिसमासः स्यात् चिन्ता. अस्तु, समीचीनमस्ति. तर्हि शुकुवर्णमः तत्र अग्रे. आम् महोदय. श्रद्धाविरहितं यज्ञं तामसं परिचक्षते. श्रद्धाविरहितम् इति समस्तपदमस्ति. श्रद्धया विरहितम् इति तस्य विग्रहवाक्यं. तृतीया तत्पुरुष समासः. श्रद्धया विरहितम् इत्युक्ते श्रद्धा विना इत्यर्थः. श्रद्धया विना इति तत्र विना इत्यपि श्रद्धया इत्येव तृतीयायामेव भवति. अतः श्रद्धया विरहितम् इति यज्ञम् इति पदस्य विशेषणम् अस्ति. तादृशयज्ञः तामसम् इति परिचक्षते इत्युक्ते उच्यते इति. तादृशश्रद्धया विरहितं यज्ञं, श्रद्धया विना कृतं यज्ञं तामसम् इति उच्यते इत्यर्थः. अत्र किमर्थं तृतीया विभक्तिः विना इति इति अर्थः अस्ति, अतः इति नास्ति. अत्र विरहितम् इति कृतान्तरूपमस्ति, कृतान्तरूपमस्ति इति कृत्वा तस्मात् प्राक् यः शब्दः आसीत् सामान्यतया तृतीया विभक्तौ भवति. ओ हो हो हो, कृतान्तरूपम् आं सत्यं, कृतान्तमस्ति चेत् तत्र तृतीया भवेत्. श्रद्धया विरहितं, ओ तदर्थमेव तृतीया इति. आमाम्, अस्तु महोदय. श्रद्धया विरहितम् इति तृतीयविभक्ति यदा तृतीयचतुर्थसमासः आगच्छति तदानीं पश्यामः. अग्रिमे सप्ताहे एतत् सर्वम् आयास्यति. तर्हि अत्र कथा अस्ति, अत्र विद्याभगिनी आरब्धुम् इच्छति वा कथां? महोदय एकः प्रश्नः, श्रद्धाविरहितयज्ञम् इति तत्रापि समासं कुर्मः चेत् तदा तृतीयतत्पुरुषगर्भ कर्मधारयसमासः भवति खलु? श्रद्धाविरहितयज्ञम् इति वा? हा सत्यम्, अस्तु तदानीं तथा. न न, तत्र तृतीया तत्पुरुषगर्भ कर्मधारयसमासः इति भवति किल, न तु इति उक्तवती खलु भवती किम्? ओ इति एव उक्तवती वा? अस्तु अस्तु अस्तु. तर्हि अग्रे एतां कथां सावधानं पठत. कदाचित् देवऋषिः नारदः इतस्ततः अटन् आसीत्. तदा सः तपोबलेन दृष्टवान् यत् पुरुषोत्तमः नारायणः दाशरथिः भूत्वा भूलोके समुद्रतटे शिवलिङ्गस्य पूजां कुर्वन् अस्ति. ततः तत्र गतः कलहप्रियः नारदः पूजानिरतं रामम् अपृच्छत्, हे पुरुषोत्तम, भवान् कस्य पूजां करोति इति. अग्रे पठामि वा? न न, तावत् तत्र अर्थः अपि च तदनन्तरं क्रमेण पश्येम तत्र समस्तपदानि. अस्तु, इदानीम् अत्र देवानां ऋषिः अस्ति नारदः, सः भ्रमणं कुर्वन् आसीत्. सः तस्य तपोबलेन दृष्टवान् श्रीरामः पुरुषोत्तमः श्रीरामः नारायणः सः एव दशरथस्य पुत्रः भूत्वा भूलोके शिवस्य पूजां कुर्वन् अस्ति समुद्रस्य तटे. तर्हि तत्र सः नारदः कलहप्रियः इति वदामः, यतोहि सः सर्वदा कलहं करोति. सः भूलोके आगत्य रामस्य समीपे आगत्य पृच्छति, रामः इदानीं पूजां कुर्वन् अस्ति, सः पृच्छति, हे पुरुषोत्तम, भवान् कस्य पूजां करोति इति सः पृच्छति. तर्हि अत्र देवऋषिः इति समस्तपदमस्ति. देवऋषिः देवर्षिः देवर्षिः सत्यं देवर्षिः नारदः इति अस्ति. देवर्षिः इति अत्र देवयोगः ऋषिः, ऋषि इति पदद्वयं द्वयोः समासः समासं कृत्वा देवर्षिः सन्धिमपि कृत्वा देवर्षिः इत्युक्ते देवानां ऋषिः, देवानां ऋषिः नारदः. अत्र षष्टितत्पुरुषसमासः, यतोहि अत्र ऋषिः इति एव उत्तरपदप्राधान्यं. ऋषिः कः इति चेत् नारदः एव ऋषिः, अत्र उत्तरपदप्राधान्यम्, अतः षष्टितत्पुरुषसमासः. अनन्तरं तपोबलेन इति अस्ति. तपोबलेन अत्र तपसा बलेन इति वा महोदय? तपसा, आमाम्, अत्र तृतीय वक्तुं शक्यते अथवा षष्ठी अपि वक्तुं शक्यते. तपः बलः, तपः बल, तपः बलं तेन, तपः बलं तेन इति, अथवा तपसा भवति चेत् अपि समीचीनं. तपसा बलं तेन, तपसा बलं तेन इति तत्पुरुषसमासः. अस्तु, बलम् इति पदस्य प्राधान्यम्, उत्तरपदप्राधान्यम्. अनन्तरं पुरुषोत्तमः पुरुषोत्तमः इति पूर्वमपि वयं दृष्टवन्तः. पुरुषेषु उत्तमः, पुरुषेषु उत्तमः नारायणः इति सप्तमी तत्पुरुषसमासः. उत्तमः इति पदस्य प्राधान्यम्. उत्तमः कः इति चेत् तत्र नारायणः उत्तमः. अनन्तरं समुद्रतटे, समुद्रतटे अत्र समुद्रस्य तटे, समुद्रस्य तटः तस्मिन्, तटः इति पदस्य प्राधान्यम्, उत्तरपदप्राधान्यम्. अत्र षष्टी तत्पुरुषसमासः. शिवलिङ्गं, शिवलिङ्गं तस्य, अत्र शिवस्य लिङ्गं, पुनः षष्टी तत्पुरुषसमासः, उत्तरपदप्राधान्यं. कलहप्रियः नारदः, कलहप्रियः नारदः इदानीम् अत्र कलहप्रियः कलहप्रियः कः इति चेत् तत्र नारदः, अत्र बहुव्रीहिसमासः. कलहः प्रियः यस्य सः इति अत्र अन्यपदार्थप्रधानः अत्र नारदस्य विषये अस्ति. कलहप्रियः इति नारदस्य विशेषणमस्ति. अनन्तरं पुरुषोत्तमः इति दृष्टवन्तः. अत्र पश्यन्तु यत् कलहप्रियः इति इति बहु तत्र कर्मधारीयसमासः भवितुमर्हति स्म कलहप्रियः अपरस्मिन् अर्थे. रत्नाभगिनी यत् पृच्छति स्म अत्र नास्ति. अत्र कर्मधारीयसमासगर्भबहुव्रीहिः नास्ति, किन्तु कर्मधारीयसमासः अपरस्मिन् अर्थे भवितुमर्हति स्म. तत्र विशेषणपूर्व बहुव्रीहिसमासः कर्मधारीसमासः विशेषणोत्तरकर्म बहुव्रीहि कर्मधारीसमासः इति भवति. अत्र प्रियः इति विशेषणं कलः इति शब्दस्य इति कृत्वा विशेषणोत्तरकल कर्मधारीसमासः इति भवितुमर्हति स्म यदि शब्दः कलः अर्थे भवति स्म. प्रियः कलः प्रियः स एव, किन्तु अत्र तादृश अर्थः नास्ति खलु. अस्तु, समीचीनम्. अग्रे तर्हि महोदय, अत्र नीलः कण्ठः इति एव वदामः चेत् तत्रापि विशेषणविशेष्यभावः अस्ति, अतः कर्मधारयः भवितुम् अर्हति. परन्तु यदि विषयः कण्ठः, हा सत्यं, यदि कण्ठस्य विषये वक्तुमिच्छामः तदानीं. अस्तु, बहुव्रीहिसमासः अपरस्मरणार्थे साधारणतया कर्मधारीसमासः सम्भवति. अस्तु, अग्रे. भक्तवत्सलः रघुत्तमः उक्तवान्, हे मुनिश्रेष्ठ, अहं रामेश्वरस्य पूजां करोमि. पूजानिरतं वदतु, पूजानिरतं. पूजानिरतं कुत्र अस्ति? पूजानिरतं, पूजायां निरतं न, पूजा इति शब्दः पूजानिरतः तं, पूजायां निरतः तं सप्तमी तत्पुरुषः. हा, बहु समीचीनमस्ति, बहु सम्यक् अस्ति. पूजायां निरतः रामः तं, सम्यक् अस्ति. सर्वदा यथा भगिनी उक्तवती, सर्वदा विग्रहवाक्यं प्रथमा विभक्तौ अस्ति. वचनं यत्किमपि भवतु नाम किन्तु पूजायां निरतः प्रथमविभक्तौ. अनन्तरं रामं द्वितीयविभक्तौ, वाक्ये द्वितीयविभक्ति कथम् अस्ति इति कृत्वा तम् इति वक्तव्यमस्ति. अस्तु, अग्रे. हा, पुरुषोत्तम इति अत्र भक्तवत्सलः रघुत्तमः उक्तवान्, हे मुनिश्रेष्ठ, अहं रामेश्वरस्य पूजां करोमि. हा हा, क्षम्यतां, हा, पुरुषोत्तम इति पूर्वमेव अपि उक्तवान् खलु. अस्तु अस्तु, अन्यः अपि तर्हि इदानीं कार्तिकमहोदय तत्र वक्तुमिच्छति वा अथवा शृणोति एव अद्य? शृणोमि महोदय. अस्तु अस्तु, नास्ति चिन्ता. पद्मा भगिनी वदति वा? आं महोदय, शृणोमि. श्रावयतु वाक्यं. भक्तवत्सलः रघुत्तमः उक्तवान्, हे मुनिश्रेष्ठ, अहं रामेश्वरस्य पूजां करोमि इति. कोऽयं रामेश्वरः इति नारदेन पृष्टः. राजीवलोचना रामचन्द्रः अवदत् रामस्य ईश्वरः रामेश्वरः. रामेश्वरः नाम साक्षात् उमापतिः शिवः. सः मम स्वामी अस्ति इति. भक्तवत्सलः भक्तेन अत्र तत्र अस्ति भक्तस्य वत्सला भक्तेन वत्सलः सप्तमी तत्पुरुषसमासमस्ति. भक्तेन भक्तेन इति कथं नाम भक्तवत्सलः इत्युक्ते इत्युक्ते कः भक्तस्य वत्सलः वत्सलः इत्युक्ते वत्सल वत्सल अभिमानं दर्शयति भक्तेन प्रेम प्रेम प्रेम दर्शयति. आम् आम् आम् प्रेम दर्शयति अथवा रक्षणम् इत्यादिकं तत्र पालनं करोति एतत् सर्वं करोति यः भक्तानां वत्सलः करुणामूर्ति इति इति अर्थं भवति किल वत्सलः करुणा करुणापूर्णः करुणा करुणा वत्सलः इत्युक्ते दयालुः तर्हि कीदृशविग्रहवाक्यं वक्तुमिच्छति लक्ष्मी भगिनी वदतु. भक्तानां वत्सलः इति भवति वा इति मन्ये भक्तानां वत्सलः षष्ठीतत्पुरुष द्वितीय षष्ठी अनन्तरं रघु उत्तमः रघुवंशे उत्तमः रामः. अत्र अव्ययीभाव बहुव्रीहिसमासमस्ति बहुव्रीहिसमासः रघु उत्तमः अत्र कस्य पदस्य प्राधान्यः प्राधान्यम् उत्तमः पुनः रघु इति वंशम् अस्ति रघुवंश पुरुषे उत्तमः रघुषु उत्तमः रघुषु उत्तमः षष्टि तत्पुरुषसमासः आयाति न रघुषु इति का विभक्तिः सप्तमी तत्पुरुषसमासः सप्तमी तत्पुरुषसमासः यतोहि अत्र बहुव्रीहिः नास्ति किन्तु खलु यतोहि उत्तमः एव सः यस्य सः इति न महोदय रघूणामपि इति रघूणाम् उत्तमः इति वक्तुं शक्नुमः किल तत्र सामान्यतया बहुत्र षष्टिविभक्तिः अपरेषां सर्वेषां स्थाने भवितुमर्हति रघुषु पुरुषोत्तमः अपि तथा पुरुषाणाम् उत्तमः पुरुषेषु उत्तमः एव किल वार्ता एवमस्ति यत् विशिष्ट अर्थे तत्र सप्तमी इतोपि विशिष्टं भवति अर्थः षष्टिविभक्ति तस्य अनुकरणे भवितुमर्हति, तत्र समस्या नास्ति, किन्तु षष्टिविभक्ति भवति चेत् इतोपि विशिष्टः स्पष्टः उत्तम इति पदस्य एव प्राधान्यमस्ति किल. सत्यं प्राधान्यमस्ति. तर्हि तर्हि अहं चिन्तितवती भक्तानां वस्त्रः यदि षष्ठी तत्पुरुषः रघुणः उत्तमः विशेषविशेष्यभावम् अत्र वयं कर्तुं शक्नुमः वा न वा इति. न किं किं किं किं कर्तुं शक्यते न वा विशेषविशेषविशेषभावः कुत्र कयोः पदयोः भक्तवत्सलयोः रघुत्तमोः न अत्र अत्र विश अत्र पदद्वयमपि विशेषणमस्ति खलु रघुत्तमः कीदृशः भक्तवत्सलः रघुत्तमः किल द्वयोः पदयोः विशेषविशेषमस्ति अत्र रघुत्तमः इति विशेषणमस्ति वत्सलशब्दः इति विशेषणं नास्ति विशेष्यं विशेषणं नास्ति वत्सल वत्सलशब्दः प्रायः विशेष्यमेव रघुत्तमस्य विशेषणम् अस्ति भक्तवत्सल रघुत्तमः इति विशेषणमस्ति किन्तु अत्र राजीभगिनी एकं वदामि अत्र भक्तानां वत्सलः इति अत्र षष्ठी तत्पुरुषसमासः अत्र रघुषु उत्तमः रघुषु उत्तमः यदि षष्ठी तत्पुरुषसमासः अत्र वक्तुं शक्नुमः किन्तु यदि रघूणाम् उत्तमः इति वदामः वक्तव्यमस्ति अवगन्तव्यमस्ति यत् भक्तानां वत्सलः तत्र षष्ठी अस्ति अत्र रघूणाम् उत्तमः इति षष्ठी अस्ति किन्तु अत्र अर्थः भिन्नः अस्ति यतोहि भक्तेषु वत्सलः भक्तानां वत्सलः इति भक्तेषु वत्सलः इति नार्थः भक्ताः भिन्नाः वत्सलभिन्नः किन्तु अत्र रघुषु उत्तमः नाम तेषु अन्यतमः यः एकः उत्तमः तेषु इति अर्थः अस्ति रघुषु उत्तमः अत्र यद्यपि तदर्थं सप्तमी इति सम्यक् अस्ति यतोहि षष्ठी यद्यपि दोषः नास्ति किन्तु सप्तमी इति अस्य कथनेन अर्थः इतोपि स्पष्टः भवति पुरुषोत्तम इति पदं तादृशमेव अस्तु महोदय तादृशमेव तादृशमेव यत्र तेषु यत्र तेषु कश्चन सदस्यः अस्ति उत्तमः तत्र सप्तमी वदनेन तत्र अर्थः इतोपि स्पष्टः भवति नो चेत् भक्तानां वत्सल इति इव रघूणाम् उत्तमः इति उत्तमः तेषु अन्यतमः अथवा न इति नावगम्यते अस्माभिः अस्तु महोदय अवगतम् अस्तु मुनिश्रेष्ठ मुनीषु श्रेष्ठ सप्तमी तत्पुरुषसमास्य एव अस्ति अत्र प्रश्नः उदेति यत् तत्र सः मुनिषु एकः अथवा मुनीनां श्रेष्ठः सः स्वयं मुनिः अति मन्यामः इति चेत् तत्र मुनिषु इति अस्ति सः स्वयं मुनिः वा मुनिषु श्रेष्ठः प्रश्नः अस्ति यत् सः मुनिः अस्ति वा नारदः उद्दिश्य एव सः नारदः मुनिः अस्ति वा ऋषिः अस्ति मुनिः अपि वक्तुं शक्नुमः तर्हि समीचीनमस्ति नाम नारदः स्वयं मुनिः अस्ति तर्हि सप्तमी तत्पुरुषः इति समीचीनम् अस्ति मुनिषु श्रेष्ठः अस्तु अग्रे रामेश्वर अहं चिन्तयामि सन्धिः अस्ति रामः योगः सन्धिः अस्ति तत्र यत्र समासः अस्ति तत्र सन्धिः नित्यः किन्तु कीदृश तत्र विभक्तिः किमस्ति इति तत्र प्रश्नः कथायाः विषयः एव अस्ति अन्यविधेन बोधयामि चेत् इदानीं रामेश्वर अत्र रामेश्वरस्य तत्र कीदृशः समासः अस्ति इति अत्र वदनस्य आवश्यकता नास्ति. अत्र विषय कथायाः विषयः एव. अग्रे वदतु. अहं रामेश्वरस्य पूजां करोमि इति. अनन्तरं राजीवलोचना तत्र कोऽयं कोऽयं रामेश्वरः इति नारदेन पृष्टः. अनन्तरं राजीव इति नारदेन पृष्टः राजीवलोचनः रामचन्द्रः राजीव राजीव राजीवेन अत्र अत्र अर्थः अवगन्तव्यः अस्ति. लक्ष्मीभगिनी किञ्चित् सहायं करोतु. अत्र अर्थं अहं जानामि परन्तु राजीव एक पुष्पमस्ति पुष्प पुष्पेन सह लोचनं पुष्पस्य सह इति नास्ति. अत्र तादृश अर्थः नास्ति लक्ष्मीभगिनी वदतु. नाम राजीवः इति भवती अवगतवती, किन्तु प्रश्नः अस्ति राजीवशब्दः अपि च लोचनशब्दः अनयोः कीदृशसम्बन्धः विशेषविशेषेण न तादृशं नास्ति. लक्ष्मीभगिनी वदतु. नीलकण्ठः न नीलकण्ठः इव नास्ति. तत्र नीलः कण्ठः इति विशेषणविशेषभावः. अत्र तादृशं नास्ति. अत्र तादृशं नास्ति. लक्ष्मीभगिनी वदतु. अत्र अहं चिन्तयामि रामचन्द्रः इति पदस्य विशेषणं राजीवलोचनः यस्य लोचनानि राजीव इव सन्ति. इव इव इति उक्तवती खलु. इव इव उक्तवती खलु. तदेव अस्ति. तदेव सर्वे अवगच्छन्तु. अत्र विशेषणविशेषभावः नास्ति. अत्र राजीवः इव लोचनं राजीव इव लोचनम् अत्र लोचनम् इत्युक्ते चक्षुः खलु. अपि च राजीवः इति पुष्पमस्ति. पुष्पविशेषः न वा. तर्हि अत्र राजीवः इव लोचनम्. अनन्तरम् अग्रे लक्ष्मीभगिनी वदतु. यस्य सः इति वदामश्चेत् बहुव्रीहिः भवति वा. अत्र कर्मधारीयसमासः भवितुमर्हति स्म. राजीव इव लोचनं राजीवलोचनम् इति कर्मधारीयसमासः. किन्तु अत्र अन्यपदप्राधान्यमस्ति. विशेषणं जातम् इति कृत्वा यस्य सः रामचन्द्रः राजीवः इव लोचनं यस्य सः. अत्र उपमानपूर्वपदकर्मधारीयसमासः इति भवति स्म यदि लोचनार्थे शब्दः आसीत्. किन्तु तत्र लोचनार्थे नास्ति. यस्य लोचनं तादृशमस्ति इत्यस्मिन् अर्थे इति कृत्वा इदानीं उपमानपूर्वपदकर्मधारय गर्भबहुव्रीहिसमासः इति न वक्तव्यमस्ति. यतोहि पदद्वयमस्ति. यद्यपि विग्रहवाक्यम् उपमानपूर्वपदकर्मधारयसमासः इव अस्ति, किन्तु अत्र बहुव्रीहिसमासः अस्ति यस्य सः. अतः तादृशं चिन्तयितुं शक्नुमः. नाम राजीव इव लोचनम् इति उपमानपूर्वपदकर्मधारीसमासः इति तादृशम् आकृतिः अस्ति. किन्तु यस्य सः इति कृत्वा बहुव्रीहिसमासः अस्ति. अस्तु, समयस्य अभावे अग्रे गच्छेम. इदानीं भवती एव वदतु लक्ष्मीभगिनी. रामचन्द्रः अत्र समस्तपदे पदद्वयमस्ति, रामः अपि च चन्द्रः. न जानामि महोदय. अत्रापि तथा रामः चन्द्रः इव तत्र यस्य यस्य तत्र तुलना भवति तत्र पूर्वपदमपि भवन्तुमर्हति उत्तरपदपद भवन्तुमर्हति नाम अत्र राज राजीव इव लोचनः अत्र चन्द्र इव राम चन्द्र इव रामः अत्र राजीव इव लोचनः लोचनम् अत्र क्रमः विपरीतः अस्ति खलु चन्द्रः इव रामः हा तर्हि अत्र उपमानोत्तरपद उपमानोपोत्तरपदकर्मदारीसमासः उपमानपूर्वपदकर्मदारीसमासः इति अग्रे द्रक्ष्यामः तत्र कर्मदारीसमासस्य विशेषः प्रकारः तर्हि रामः रामचन्द्रः इति रामः चन्द्रः इव अस्तु अग्रे रामश्रीश्वरः रामेश्वरः रामेश्वरः विहस्य इति ल्यपन्तपदं वि उपसर्गपूर्वक हस्धातुः विहस्य अवदत् रामस्य ईश्वरः रामेश्वरः रामेश्वरः नाम साक्षात् उमापतिः शिवः सः मम स्वामी अस्ति इति अत्र रामेश्वरः इत्यस्य अर्थः रामस्य ईश्वरः इत्यस्मिन् अर्थे उक्तमस्ति अत्र रामेश्वरः इत्युक्ते षष्टितत्पुरुषसमासः अस्ति तत्र षष्टिविभक्तेः लोपः जातः अत्र तस्मिन् अर्थे उक्तमस्ति रामेश्वरः नाम साक्षात् उमापतिः इति उमापतिः शिवः अत्र उमापतिः इति शिव इति पदस्य विशेषणमस्ति उमायाः पतिः इति विग्रहवाक्यं वदामि चेत् अत्र अत्रापि षष्टिविभक्तेः लोपः अभवत् अतः षष्टितत्पुरुषसमासः अस्ति उमापतिः इत्यस्मिन् पदे बहु समीचीनमस्ति तर्हि रामेश्वरः इति तादृश विग्रहवाक्यं कुर्मः चेत् शिवार्थे अस्ति नाम रामस्य ईश्वरः रामेश्वरः इति षष्टितपुरुषसमासः अस्ति इति चेत् एकः अर्थः साधितः अग्रे पुष्पा भगिनी भवतु महोदय प्रश्नः अस्ति महोदय मुनिश्रेष्ठः मुनिश्रेष्ठ इति पदे समस्तपदे श्रेष्ठ इति पदम् इष्टन् प्रत्ययं योजयित्वा अस्ति अतः अत्र षष्टितत्पुरुषसमासः अपि भवितुम् अर्हति वा षष्टितपुरुषसमासः अवश्यं भवितुमर्हति यत्र इष्टन् इष्टन् प्रत्ययान्तपदम् अस्ति तत्र सामान्यतया बहुषु एकः इति एव वदामः खलु तर्हि अत्र मुनीनां श्रेष्ठः इति अपि वक्तुं शक्नुमः वा नाम भवती किं वक्तुम् इच्छति यत् षष्टिः इति न भवेत् इति वा अहं पृच्छामि किन्तु अहं किं वक्तुम् इच्छामि यत् षष्टितत्पुरुषः अस्ति चेदपि सप्तमी अर्थे सम्भवति यतो हि षष्टितत्पुरुषसमासः तत्र अनुकरणं करोति केवलं तत्र नाम केवलं सम्बन्धः षष्टि इत्यस्य कथनेन सम्बन्धः कीदृशसम्बन्धः तेषु एकः इति अपि अर्थः अर्थग्रहणम् अस्ति षष्टि तत्पुरुषे अपि आमां नाम षष्टितत्पुरुषसमासः अस्ति चेत् तत्र अपरेषु अपरासु विभक्तिषु ये अर्थाः सन्ति तेषामपि ग्रहणं भवति षष्टितत्पुरुषसमासेन यथा गुरवे दक्षिणा इति अस्मिन् अर्थे गुरोः दक्षिणा चतुर्थी अर्थे उक्तं नाम केवलं सम्बन्धः उच्यते कीदृशसम्बन्धः इति न उक्तः तर्हि महोदय अत्र मुनिषु श्रेष्ठः इति वदामः चेत् अत्र श्रेष्ठः इति पदम् उत्तरपदे अस्ति यत्र सप्तमी तत्पुरुषसमासे तत्र श्रेष्ठः इति पदम् अपि भवितुम् अर्हति वा अत्र नियमः कः यः कोऽपि श्रेष्ठ नाम इष्ठन् इति अस्ति इति कृत्वा हा अत्र श्रेष्ठ इति पदमपि सप्तमी सप्तमी तत्पुरुषे उत्तरपदे भवितुम् अर्हति वा अत्र उत्तमः इति पदं पूर्वं दृष्टम् इदानीं श्रेष्ठ इति पदमपि भवितुम् अर्हति आं नाम तत्र तत्र सामान्यचिन्तनमस्ति यत् सप्तमी अर्थे भवेत् खलु यथा भवती उक्तवती नाम इदानीमपि प्रश्नः अस्ति वा मम मनसि स्पष्टमस्ति यत् सप्तमी अर्थे अस्ति यतोहि तादृश तुलना क्रियते इष्ठन् इति प्रतीयेन क्षम्यतां सप्तमी अस्ति चेत् स्पष्टमस्ति महोदय परन्तु प्रश्नः कः इति चेत् अत्र श्रेष्ठ इति उत्तरपदम् अस्ति चेत् तत्र सूत्रे श्रेष्ठ अपि पदं भवितुम् अर्हति वा यत्र सप्तमी तत्पुरुषसमासे अत्र श्रेष्ठपदम् उत्तमपदम् अत्र सामान्यतया पण्डितः कुशलः तथा अस्ति अत्र श्रेष्ठः इत्यपि पदं भवितुम् अर्हति वा आमामामाम् तत् इदानीम् अवगच्छामि न सप्तमी विधायकसूत्रेण तत्र श्रेष्ठः इति भवितुं तत्र अग्रे गत्वा वदामि दृष्ट्वा वदामि किन्तु तत्र श्रेष्ठशब्दः नासीत् वा अहं न दृष्टवती अतः अत्र अग्रे पश्यामि तत्र सप्तमी सम्भवति इति मन्ये अत्र तेषु अन्यतमः इत्यस्मिन् अर्थे भवति इति मन्ये अस्तु इदानीं समयः जातः अस्ति तर्हि एतत् समापयामः अग्रिमे सप्ताहे इति वा कथा तु अग्रे न समापयिष्यते यत् किमपि भवतु नाम अत्र चिन्तनं बहु समीचीनरीत्या प्रवर्तमानमस्ति अत्र वस्तुतः केवलं परिचयः अस्ति एतत् सर्वम् अग्रे गत्वा प्रत्येकं सूत्रं दृष्ट्वा कुत्र भवति कुत्र न सम्भवति इति द्रक्ष्यामः अवश्यम् अस्तु तर्हि धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः नमस्कारः